जतौ तु वंशस्थमुदीरितं जरौ उक्ता वसन्ततिलिका तव चाजगौगः जरौ जरौ जगाविदं वदन्ति पञ्च चामरम् ननमययुतेयं मालिनी भोगिलोकहि मन्दाक्रान्ता जल्दिष्डगैर्मभौ नतौ ताद्गुरुचेत् सूर्याश्वैर्मजस्ततः स गुर्वः शार्दूलविक्रीडितम् सूर्याश्वैर्मजस्ततः स गुर्वः शार्दूलविक्रीडितम् सूर्याश्वैर्मजस्ततः स गुर्वः शार्दूलविक्रीडितम् रसैरुद्रैश्चिन्न यमनसभुलागः शिखरिणि रसैरुद्रैश्चिन्न यमनसभुलागः शिखरिणि रसैरुद्रैश्चिन्न यमनसभुलागः शिखरिणि।